तर्हि अस्माकं न्यायवर्गे सर्वेषां स्वागतम्। तर्हि इदानीं वयं तत्र अनुमानस्य प्रसङ्गे स्मः। अत्र तत्र पक्षता अवच्छेदकसामानादिकरण्ये इत्यस्मात् आरम्भं करणीयम् अद्य। हरि ओम्। अस्तु हा, तर्हि किञ्चित् पुनस्मरणत्वेन अत्र किञ्चित् विद्याशङ्करमहोदय किञ्चित् वक्तुं शक्नोति वा तत्र कियत्पर्यन्तं किं गतसप्ताहे पठितवन्तः, कियत्पर्यन्तम् आगतवन्तः करपत्रे इति? अत्र चिन्तनमेवमस्ति, यथा पक्षे हेतुः अस्ति, साध्यमस्ति इति वदामः, तत्र पक्षे सर्वत्र अस्ति वा नो चेत् केषु पक्षे एकस्मिन् स्थाने अस्ति वा इति एकः प्रश्नः, अपि च सर्वेषु पक्षेषु अस्ति वा केषुचिदेव पक्षेषु हेतुसाध्य भावः अस्ति वा इति प्रश्नः अस्ति। तत्र एकम् उदाहरणं दृष्टं, यथा कपिसंयोगः वृक्षे अस्ति तदा शाखायामेव अस्ति, तथा एव वह्निः पर्वते अस्ति चेत् सर्वत्र पर्वते नास्ति, किञ्चित् मध्यभागे भवितुमर्हति, यतोहि शिखरे तत्र तृणां शुष्कतृणानां न सन्ति, तथा मध्ये एव भवितुमर्हति इति भिन्नचिन्तनम् अस्ति, कुत्र पक्षे सर्वत्र अस्ति वा एकस्मिन् स्थाने अस्ति वा इति चिन्तनं प्रवाहः आसीत्। अस्तु महोदय, धन्यवादः। तर्हि अत्र पक्षता अवच्छेदकम् इति दृष्टवन्तः खलु, अत्र पक्षता अवच्छेदकम् इत्युक्ते किम् इति तत्र सुनील् महोदय भवान् वदति वा, तत्र पक्षता अवच्छेदक अवच्छेदेन इत्यत्र इत्युक्ते कथम् इत्युक्ते किम् इति? अत्र यदा वेङ्कटेश महोदयेन उक्तम्, अत्र हेतुः क्षम्यतां साध्यः एकस्मिन् भागे एव प्रायः अस्ति, अथवा सर्वत्र अस्ति इत्युक्ते सर्वत्र पक्षेषु अस्ति, अतः अत्र पक्षे कुत्रचित् भवति इति उक्त्वा एव पक्षता अवच्छेदकेन एव अत्र वयं अनुमानं पश्यामः, इत्युक्ते अत्र उदाहरणमपि अस्ति, अत्र आत्मनि ज्ञानं जायते इति वदामः चेत् आत्मा इति विभूपदार्थः सर्वत्र अस्ति, परन्तु ज्ञानमिति केवलं आत्मा यः भागः शरीरे अस्ति तत्रैव ज्ञानमपि अस्ति इति अवच्छेदेन वदामः, अतः अत्र शरीरावच्छेदेन आत्मनि ज्ञानं जायते इति अत्र अस्ति। वस्तुतः शरीरे आत्मा अस्ति इति वक्तुं न शक्नुमः खलु, इत्युक्ते आत्मा इति विभुद्रव्यं कृत्वा, वस्तुतः अत्र शरीर अवच्छेदेन यः आत्मा अस्ति इत्युक्ते शरीरेण यः भागः अवच्छेदकं भवति तस्मिन् तस्य भागस्य एव ज्ञानम् इति वक्तव्यं खलु। अस्तु, तर्हि एकवारं एकवारं तर्हि शरीरे आत्मा अस्ति इति वक्तुं न शक्नुमः. आकाशः इव आत्मा अपि सर्वत्र अस्ति विबुधव्यम्. तर्हि शरीर अवच्छेदक आत्मा इत्युक्ते शरीरेण यः भागः अवच्छेदं भवति तस्मिन् भागे तत्र ज्ञानम् उदेति इति वक्तुं शक्नुमः. शरीरेण यः भागः अवच्छेदकं भवति सः भागः इति. अस्तु, तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? तत्र पक्षतावच्छेदकसामान्याधिकरणीयेन अनुमितिः इत्यत्र तस्मात् पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इत्यत्र पक्षता अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते, व्यापकत्वं न भासते. क्वचिदेव पर्वते वह्निः अस्ति इति. सर्वस्मिन् अपि पर्वते वह्निः अस्ति इति न. केषुचिदेव वह्निः अस्ति इति ज्ञानं चेदपि तत्र पक्षता अवच्छेदकसामानाधिकरण्येन वह्नि अनुमतिः इति भवति. द्वित्रेषु पर्वतेषु एव वह्निः अस्ति इत्यपि ज्ञानं पक्षता अवच्छेदकसामानाधिकरण्येन वह्नि अवगाही अनुमतिः. अत्र सामानाधिकरण्यं कयोः पक्षता अवच्छेदकेन सह वह्नेः अथवा वह्नि प्रतियोगी संयोगस्य नाम पर्वतवन्योः अथवा पर्वतत्ववन्निसंयोगयोः. अत्र प्रथमं वयं पक्षत अवच्छेदक अवच्छेदेन अनुमतिः इति दृष्टवन्तः. इदानीं पक्षत अवच्छेदकसामानाधिकरण्येन अनुमतिः इति अस्ति इदानीं. तत्र पक्षत अवच्छेदक सामानाधिकरण्यं मात्रं सम्बन्धे भासते. मात्रम् इत्युक्ते अत्र केवलम् इति एव किल भगिनि. अत्रापि पक्षत अवच्छेदकसामानाधिकरण्यं सम्बन्धे भासते. सम्बन्धः इत्युक्ते संयोगः यदा वयं पूर्वं दृष्टवन्तः तदेव किल अत्रापि. हा सत्यम्. व्यापकत्वं न भासते अस्मिन् स्थले तु. यदा वयं पक्षत अवच्छेदकसमानाधिकरण्यम् इति अस्मिन् स्थले व्याप्यव्यापकभावः नास्ति, व्यापकत्वं तत्र न भासते. इत्युक्ते यत्र यत्र तत्र तत्र इति न आगच्छति इति एव किल. क्वचिदेव पर्वते वह्निः अस्ति इति. सर्वस्मिन् पर्वते वह्निः अस्ति इति न. इत्युक्ते यदा व्याप्यव्यापकभावः न भासते तस्मिन् स्थले पर्वते वह्निः अस्ति इति अस्ति. परन्तु क्वचिदेव इत्युक्ते सर्वस्मिन् अपि पर्वते नास्ति, क्वचित् भागे एव वह्निः अस्ति इति ज्ञानं तत्र पक्षदा अवच्छेदकसामान्याधिकरण्येन वह्नि अनुमतिः इति भवति. तज्ज्ञानं वह्नि अनुमतिः इति भवति. यदा द्वित्रिषु पर्वतेषु एव वह्निः अस्ति इत्यपि ज्ञानं यदा वयं द्वित्रिषु वा पर्वतेषु यदा वह्निः अस्ति तत्र ज्ञानं पक्षतावच्छेदकसामानाधिकरण्येन वह्नि अवगाहि इति अनुमतिज्ञानम् आत्मनि भवति. यद् अत्र प्रश्नः उदेति समानाधिकरण्यं कयोः मध्ये भवति इति. तत्र उत्तरमस्ति पक्षता अवच्छेदकेन सह वह्नेः पक्षता अवच्छेदकेन सह समानाधिकरण्यं भवति अथवा वह्नि प्रतियोगिसंयोगस्य इति अपि वयं वक्तुं शक्नुमः. अत्र आम् वह्निः प्रतियोगी अस्ति, वह्नी पर्वतयोः संयोगसम्बन्धः अस्ति, अतः वह्नी प्रतियोगी संयोगस्य इति अपि वक्तुं शक्नुमः। नाम पर्वतवह्न्योः अथवा पर्वतत्ववह्निसंयोगयोः इत्युक्ते इत्युक्ते तत्र इत्युक्ते सर्वेषु पर्वतेषु इत्युक्ते प्रत्येकस्मिन् पर्वते अपि तत्र वह्निः अस्ति इति न, परन्तु तत्र द्विषु त्रिषु पर्वते वह्निः अस्ति चेदपि तत्र पर्वतत्वम् इति पक्षतावच्छेदकेन तत्र वह्निः तत्र पक्षता इति पर्वतत्वं भवति खलु पक्षतावच्छेदकम् इति, तर्हि तत्र तत्र वह्नि अपि च पक्षता इत्युक्ते पर्वतत्वं तयोः मध्ये तत्र समानाधिकरण्यम् अस्ति इत्येव, इत्युक्ते पर्वतत्वमपि पर्वते अस्ति वह्निः अपि पर्वते अस्ति इति। अस्तु तर्हि अग्रे शुकोन महोदय भवान् पठति वा? अहं पठामि भगिनि। तत् पूर्वं किञ्चित् भ्रमः अस्ति अत्र अत्र सामानाधिकरण्यं कयोः इत्यस्मिन् स्थले किमर्थं हेतु न उक्तम्? तत्र न तत्र हेतु एव दृश्यते किल? सत्यं, परन्तु अत्र पूर्वमपि पश्यतु पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति, इत्युक्ते तत्र साध्यम् इति तत् इदानीं मन्निः एव साधनीयं खलु, तर्हि साध्यं कथं तत्र पक्षे अस्ति इत्येव इदानीं प्रसङ्गः। तत्र पक्षता अवच्छेदक अवच्छेदेन इति आगच्छति, तर्हि तत्र पक्षता अवच्छेदकम् इति तत्र पर्वतत्वम् अस्ति, तर्हि पर्वतत्वम् अपि च साध्यं तयो इत्युक्ते वह्निः तयोः मध्ये समानाधिकरण्यम् इति आगच्छति। अत्र किमर्थं पर्वतत्वम् इति उक्तं? पर्वतत्वं तु धर्मः, धर्मवह्न्योः कथं संयोगः अस्ति? पर्वतवह्न्योः पर्वतवह्न्योः संयोगः अवगमनं साधु अस्ति, धर्मं धर्मेन सह कथं वह्निसंयोगः अस्ति? न तत्र सामानाधिकरण्यं कयोः इति प्रश्नः खलु, तर्हि तत्र पक्षता अवच्छेदकेन सह, तर्हि तत्र इदानीं पक्षता अवच्छेदकं किं? पर्वतत्वं। तर्हि पर्वतत्वम् अथवा वह्निप्रतियोगसंयोगस्य इत्युक्ते वह्निप्रतियोगिसंयोगः इत्युक्ते किं? वह्निप्रतियोगी इति पर्वतः खलु, तर्हि पर्वते पर्वतसंयोगः, तर्हि पर्वतत्वम् अपि इत्युक्ते पर्वतत्वम् अपि पर्वते अस्ति, वह्निः अपि पर्वते अस्ति खलु, तर्हि सामानाधिकरण्यं कयोः भवति पर्वतत्वम् अपि च वह्नौ? सम्यक्, धन्यवादः। आम् अस्तु, तत्र पर्वतत्वमपि पर्वते अस्ति अपि च वह्निसंयोगः अपि पर्वते अस्ति इति कृत्वा पर्वतत्वम् अपि च वह्निसंयोगोः मध्ये एव सामानाधिकरण्यम् अस्ति इति, आम् इति तत्र भ्रमः नास्ति। किन्तु इदानीमपि भगिनी पर्वतत्ववह्निसंयोगः इति धर्मम् इति गुणं स्वीकृत्य अनुमितेः साधनं कार्यम् इति चेत् तत्र पर्वतवह्निसंयोगः न दृश्यते एव किल? न तत्र अनुमितिः तदेव खलु, तत्र अन्ततो गत्वा अनुमितिः कः? अनुमितिः अस्ति वह्निः पर्वते अस्ति इति, इत्युक्ते पर्वतत्वम् अपि च वह्नि तयोः सामानाधिकरण्यम् अस्ति इत्येव अनुमितिज्ञानम् अन्ततो गत्वा, खलु? आम्, पर्वतः वह्निमान् इति एव अनुमितिज्ञानम्। सत्यं, तदेव तत्र तत्र पश्यतु अनुमितिः इत्युक्ते तत्र प्रथमवाक्यं किम् आसीत्? हा, पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः। तर्हि तत्र यदा अनुमितिः इति ज्ञानं भवति तत् कीदृशम् अनुमितिः इत्युक्ते पक्षता अवच्छेदकसामानाधिकरण्येन इति, खलु? इदानीं पक्षता अवच्छेदकसामानाधिकरण्यम् इत्युक्ते किम् इति तत् अहं हेतुम् उपयुज्य वदामि भगिनि, एकनिमिषं भगिनि। पक्षता अवच्छेदकसामानाधिकरण्येन तत्र पक्षः इत्युक्ते पर्वतः, पक्षतायाः अवच्छेदकः कः इत्युक्ते पर्वतत्वम्। पर्वतत्वम् अपि च तत्र पर्वते धूमः अपि दृश्यते इति कृत्वा तयोः मध्ये समानाधिकरण्यमस्ति किल? पर्वतत्वम् अपि च धूमौ मध्ये, तत्र नास्ति इति नास्ति खलु, परन्तु अनुमितिः इति ज्ञानं किं? पर्वते धूमः अस्ति इति वा पर्वते वह्निः अस्ति इति वा? पर्वते वह्निः अस्ति इत्येव ज्ञानं, किन्तु तर्हि अनुमितिः तदेव खलु, तत्र प्रत्यक्षज्ञानम् अस्ति यद् भवान् वदति, तत् प्रत्यक्षज्ञानम् अस्ति। पक्षता अवच्छेदकेन तत्र सामानाधिकरण्यं तत्र अस्ति पक्षस्य अपि च हेतोः, परन्तु अनुमितिः अनुमितिः इत्युक्ते अनुमानेन किं जायते? अनुमानेन तत्र वह्नि अपि च इत्युक्ते साध्यम् अपि च पक्षस्य सामानाधिकरण्यं साधितं खलु, इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति हेतु साध्ययोः अपि सामानाधिकरण्यम् अस्ति इति कृत्वा एव पक्षसाध्ययोः सामानाधिकरण्यम् इति आगच्छति खलु? आम्, अनुमितिज्ञानं केन जायते इत्युक्ते व्याप्त्या एव जायते किल, यत्र यत्र धूमः तत्र तत्र इति व्याप्तिः नास्ति चेत्। सत्यं, तदेव तदर्थमेव खलु, अत्र तु हेतुः नास्ति इति न, परन्तु साध्यस्य सामानाधिकरण्यं पक्षेन सह अथवा पक्षधर्मेण सह, इत्युक्ते अग्रे पठतु महोदय, कृत्र स्पष्टं जायते मम। एकं भगिनि, अत्र प्रथमवाक्यं किम् अस्ति तत्र अनुमितिः इत्यत्र सामानाधिकरण्यमात्रं भासते, व्यापकत्वं न भासते, किन्तु अनुमितिज्ञानार्थं व्यापकज्ञानम् अवश्यं न वा? व्यापकत्वं न ज्ञात्वा कथम् अनुमितिः भवति? न न, इत्युक्ते पक्षता अवच्छेदकसामानाधिकरण्येन व्यापकत्वं न भासते इत्युक्ते तत्र यदा वयं पक्षता अवच्छेदकेन सामानाधिकरण्यम् इति वदामः तत्र सर्वत्र सर्वस्मिन् पर्वते अथवा सर्वेषु पर्वतेषु वह्निः इति व्याप्यव्यापकभावः नास्ति खलु, तत्र केवलं तत्र यस्य पर्व तत्र तदर्थमेव तत्र अस्ति द्विषु पर्वतेषु एव वह्निः अस्ति इत्यपि ज्ञानं, पक्षता अवच्छेदकसामानाधिकरणेन वह्न्यवगाहि अनुमितिः इति, इत्युक्ते सर्वस्मिन् अपि पर्वते तत्र वह्निः अस्ति इति न, परन्तु केषुचित् पर्वतेषु अपि वह्निः अस्ति चेत् तत्र तादृशसामानाधिकरण्यसम्बन्धः भासते खलु, इत्युक्ते अस्मिन् पर्वते वह्निः अस्ति इति सम्बन्धः भासते, इत्युक्ते सर्वेषु सर्वेषु पर्वतेषु तत्र वह्निः अस्ति, तत्र व्याप्यव्यापकभावः इति भवान् यद् हेतुसाध्ययोः विषये वदति तद् नास्ति अत्र। तद्विना अनुमानं भवितुम् अर्हति इति भासते, लिखितमस्ति। न न न, तथा नास्ति, अनुमितिः इत्यत्र व्यापकत्वं न भासते इति अस्ति। न न न, तस्मिन् यदा पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति यदा वदामः तत्र व्यापकत्वम् इत्युक्ते तत्र व्याप्यव्यापकभावः इति न तत्र हेतुसाध्ययोः मध्ये, परन्तु तत्र व्यापकत्वम् इत्युक्ते तत्र सामानाधिकरण्यम् इत्यनेन तत्र सम्बन्धः दृश्यते खलु, तेन न वयं वक्तुं न शक्नुमः सर्वेषु पर्वतेषु वह्निः अस्ति इति. परन्तु यद् वक्तुं शक्नुमः अस्मिन् पर्वते तत्र वह्निः अस्ति, वह्निपर्वतयोः संयोगः अस्ति इति. तद् तत्र अनुमिति तद्वाक्येन अनुमितिज्ञानेन तत् सम्बन्धः भासते इति एव. इत्युक्ते वह्निव्याप्यकत्वम् इत्युक्ते कुत्र कुत्र वह्निः अस्ति इति वयं वक्तुं न शक्नुमः खलु. इत्युक्ते व्याप्यव्यापकभावम् अज्ञात्वापि अनुमितिः भवति इत्येव अस्ति. न न न न तथा न. इत्युक्ते अनुमितिज्ञानमस्ति, व्यापकत्वं न भासते. न महोदय, तत्र व्याप्यव्यापकभावः हेतुसाध्ययोः भवति. यत्र यत्र हेतुः सत्य सत्र सत्र साध्यमिति तत्र व्याप्यव्यापकभावः अस्ति, तेन अनुमितिज्ञानं जायते. परन्तु अत्र पक्षता अवच्छेदकसामानाधिकरण्यम् इति यदा वदामः, तत्र इदानीं पक्षे वह्निः अस्ति खलु. इदानीं पक्षे इत्युक्ते पर्वते वह्निः अस्ति इति यदा वदामः चेत् तत्र तेन सर्वस्मिन् पर्वते वह्निः अस्ति इति न, अस्मिन् पर्वते वह्निः अस्ति इति एव ज्ञानं भवति. तद् अनुमितिज्ञानं यदा आगच्छति तद् अनुमितिज्ञानेन तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति वक्तुं न शक्नुमः. परन्तु अस्य पर्वतस्य वह्निः तत्र वह्निः संयोगेन अस्ति इति वयं वक्तुं शक्नुमः. तद् ज्ञानम् इत्युक्ते तत्र पर्वते वह्निः वह्निसंयोगः अस्ति इति तादृशसम्बन्धः सम्बन्धज्ञानमेव भवति, न तु वह्नेः व्यापकत्वम् इत्युक्ते कुत्र कुत्र वह्निः अस्ति इति वक्तुं न शक्नुमः. अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे शुकान् महोदय. अहं पठामि. यथा पक्षता अवच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे तद्वत् अत्रापि, परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्वाधिकरणवृत्तित्वम् एकस्मिन्नपि पर्वते पर्वतत्वाधिकरणवृत्तित्वं भवति चेत् पर्याप्तं. पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु, तेषु एकस्मिन् अथवा एकाधिकेषु वह्निः. अत्र व्यापकत्वं न उच्यते. सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्नि अवगाहि ज्ञानम्. प्रायः तावत्पर्यन्तम्. सम्पूर्णतया एकवारं पठतु महोदय, तदनन्तरं प्रायः कण्ठस्य पर्वतत्वाधिकरणम् इत्यत्र यत्किञ्चित् पर्वतः स्वीकर्तुं शक्यते. सामानाधिकरण्यम् इत्यस्य कथनेन क्वचित् भवति चेत् पर्याप्तं. सर्वत्र सामानाधिकरण्यं भवेत् इति नास्ति. सर्वत्र सामानाधिकरण्यं भवति चेत् व्यापकत्वं जातं. सामानाधिकरण्यम् इत्यनेन व्यापकत्वं न उच्यते. स एव भेदः. इत्थञ्च व्यापकत्वम् उच्यते वा सामानाधिकरण्यम् इत्युच्यते वा इति पृच्छ्यते. अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति, यथा महानसे. कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति, यथा पर्वते. तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते. इदानीं पङ्क्तिशः पश्यामः. यथा पक्षता अवच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे तद्वत् अत्रापि, परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्व अधिकरणवृत्तित्वम् इति. पक्षता अवच्छेदकव्यापकत्वं वह्नौ पक्षः इति पर्वतः तस्य अवच्छेदकः पर्वतत्वं पक्षता अवच्छेदकव्यापकत्वं वह्नौ इदानीम् अत्र वह्नि एव अवच्छेदकधर्मेण स्वीकृतमस्ति किल भगिनि न खलु तत्र वह्निः इति व्यापकः वह्नौ व्यापकत्वम् अस्ति कीदृशव्यापकत्वम् इत्युक्ते पक्षता अवच्छेदकव्यापकत्वं खलु इत्युक्ते तत्र ओ पर्वतत्वेन अवच्छेदकं भवति तत्र वह्नि वह्नौ यद्व्यापकत्वमस्ति तत् हा पक्षता अवच्छेदकव्यापकत्वं वह्नौ अत्र व्यापकः वह्नि इति व्यापकत्वं वह्नौ कीदृश व्यापकत्वम् इत्युक्ते पक्षता अवच्छेदकव्यापकत्वं तत् पक्षम् इति पर्वतः तस्य अवच्छेदकः पर्वतत्वम् इति इत्युक्ते पर्वतत्व व्यापक पर्वतत्वावच्छेदकव्यापकत्वं वह्नौ इति तस्य अवगमनं भवति अथवा वह्निप्रतियोगिकसंयोगे एवमेव अत्रापि इदानीं अथवा वह्निप्रतियोगिकसंयोगे इत्युक्तौ वैयोगे संयोगे व्यापकत्वम् इति वा हा इत्युक्ते वह्निः इति प्रतियोगी खलु तत्र पर्वतः इति अनुयोगी इत्युक्ते अधिकरणं वह्निः इति प्रतियोगी आदेयः तत्र संयोगे तत्र यत् संयोगः अस्ति तस्यापि तथा वक्तुं शक्नुमः इत्युक्ते पर्वतत्वावच्छेदकव्यापकः वह्निसंयोगः इति पुनः एकवारं वदति भगिनि इदानीं किञ्चित् वह्निः इति प्रतियोगी हा अत्र प्रतियोगी इत्युक्ते वह्नेः वह्नेः अभावः यस्य अभावः सः प्रतियोगी अत्र प्रतियोगी इत्युक्ते तत्र अनुयोगी प्रतियोगी इति पूर्वमपि आगतं खलु अनुयोगी इत्युक्ते आधारः प्रतियोगी इत्युक्ते आदेयः इति वह्निप्रतियोगिक संयोगः इत्युक्ते तत्र तत्र कीदृशं संयोगः इत्युक्ते तत्र वह्निप्रतियोगिक इत्युक्ते वह्नि इति आदेयः तादृशसंयोगः तदपि तत्र तस्यापि व्यापकत्वम् इदानीं एतेनपि एव वक्तुं शक्नुमः इत्युक्ते वह्निः अथवा वह्निसंयोगः इति तस्य व्यापकत्वं कीदृशम् इत्युक्ते पक्षता अवच्छेदकव्यापकत्वम् इति तत्र द्वयोः मध्ये भेदः कः पक्षता अवच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे इत्युक्ते वह्निः केवलं इत्युक्ते पूर्वमपि तदेव आसीत् खलु तत्र पूर्वस्मिन् परिच्छेदस्य अन्तिमवाक्यमपि पठतु तत्रापि पर्वतत्ववह्न्योः अथवा पर्वतत्ववह्निसंयोगयोः इत्युक्ते तत्र सामानाधिकरण्यं वस्तुतः वह्निः पर्वते अस्ति इत्युक्ते किं वह्निसंयोगः पर्वते अस्ति इति एव खलु आम् इतोपि स्पष्टतया वक्तव्यं चेत् सत्यं तदेव अत्र वह्निसंयोगः एव पर्वते अस्ति इति साक्षात् वह्निः नास्ति हा अस्तु यथा पक्षता अवच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे तद्वत् अत्रापि अत्रापि इत्युक्ते तत्र सामानाधिकरण्यप्रसङ्गे अपि तत् स्थाने पर्वतत्वसामानाधिकरणम् इत्युक्ते पक्षता अवच्छेदकसामानाधिकरण्ये इत्युक्ते तत्र पर्वतत्वसामानाधिकरण्यम् इति हा पर्वतसामानाधिकरण्यम् अस्तु अत्रापि परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्व अधिकरणवृत्तित्वं इति इदानीं सामानाधिकरण धर्मं स्वीकृत्य अवच्छेदनं भवति इति सर्वतत्त्वसामानाधिकरण्य सामानाधिकरण्यम् इत्युक्ते अत्र वृत्तिप्रतियोगिक संयोगः इति तत् स्वीकृत्य तद् अवच्छेदकधर्मेण स्वीकुर्मश्चेत् सत्यं तथा इति चिन्तनं हा एकस्मिन्नपि पर्वते पर्वतत्व अधिकरणवृत्तित्वं भवति पर्वतत्व अधिकरणवृत्तित्वं भवति चेत् पर्याप्तम् इदानीं पर्वतत्व अवधिकरणवृत्तित्वम् इत्युक्ते वह्निप्रतियोगिकसंयोगः एव वह्निप्रतियोगिकसंयोगः पर्वते इति खलु पर्वत वह्निप्रतियोगिकसंयोगत्वम् इति एव अस्ति तत् पर्वतत्वाधिकरणसवृत्तित्वम् इत्युक्ते पर्वतत्वसामानाधिकरण्यं भवति एकस्मिन्नपि पर्वते पर्वतत्वाधिकरणवृत्तित्वं भवति चेत् पर्याप्तं पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु आम् यत्र यत्र पर्वतः अस्ति तत्र तत्र पर्वतत्वम् अस्ति एव तद्भवतु तेषु एकस्मिन् अथवा एकाधिकेषु वह्निः भवति चेत् पर्याप्तम् इति आगच्छति तत्र व्यापकत्वम् एकक्षणं क्षम्यतां तत्र विद्याशङ्कर महोदय भवतः प्रश्नस्य उत्तरम् अत्रैव अस्ति वस्तुतः आम् पठनस्मि व्यापकत्वं न उच्यते इत्युक्ते यत्र यत्र पर्वतः तत्र तत्र पर्वतत्वम् इति तयोः मध्ये व्यापकभावः अस्ति तादृशम् अत्र नास्ति यदि वयं पर्वतत्व अधिकरणवृत्तित्वं स्वीकुर्मश्चेत् तत्र व्यापकत्वं न भासते व्यापकत्वं नास्ति इति सामानाधिकरणीयं सत्यं सामानाधिकरण्यम् इति यदा वदामः तत्र सर्वेषु पर्वतेषु तत्र वह्निः अस्ति इति नास्ति तत्र पर्वते वह्निः अस्ति इति तत्र क्वचित् पर्वते वह्निः अस्ति चेत् अपि तत्र समानाधिकरण्यम् अस्ति इति तदेव तत्र पूर्वस्मिन् परिच्छेदे अपि तत्र व्यापकत्वं न भासते परन्तु वह्निपर्वतयोः मध्ये यः सम्बन्धः अस्ति तदेव भासते इति तत्र द्वयमपि आगच्छति किल सर्वेषु पर्वतेषु इति नास्ति एकस्मिन् पर्वते अपि सर्वत्र इति अपि नास्ति एकस्मिन् पर्वते एकस्मिन् भागे अपि भवति चेदपि अत्र सामानाधिकरणं भवति एव सत्यं द्वयमपि अन्तर्भूतं तत्र सत्यम् आम् आम् सामानाधिकरणं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्नि अवगाहि ज्ञानं भवति एकस्मिन् पर्वते एकत्र पर्वते वह्निः एकस्मिन् पर्वते अपि च तत्रापि एकत्र वह्निः अस्ति चेदपि तत्र वह्निः अस्ति इति ज्ञानं तत् संयोगः अस्ति चेत् वह्नि अस्ति इति अनुमितिज्ञानं भवितुं भवेत् एव पर्वतत्वाधिकरणम् इत्यत्र यत्किञ्चित् पर्वतः स्वीकर्तुं शक्यते इत्युक्ते पर्वतत्वाधिकरणम् इति अवच्छेदकधर्मः स्वीकुर्मश्चेत् तत्र यत्किञ्चित् पर्वतः अपि एकमेव पर्वतं तत्रापि किञ्चिदेव स्वीकर्तुं शक्यते तत्र व्यापकत्वं नास्ति इति कृत्वा सामानाधिकरण्यम् इत्यस्य कथनेन क्वचित् भवति चेत् पर्याप्तम् आम् सर्वत्र सामानाधिकरणं भवेत् इति नास्ति सर्वत्र अपि च सर्वासु सर्वेषु पर्वतेषु सामानादिकरण्यं भवेत् इति नास्ति. सर्वत्र सामानादिकरण्यं भवति चेत् व्यापकत्वं जातं, यथा पर्वतः पर्वतत्वयोः मध्ये व्यापकत्वम् अस्ति, तादृशं भवति. किन्तु सर्वत्र सामानादिकरण्यं भवति चेत् व्यापकत्वं जातं, सामानादिकरण्यम् इत्यनेन व्यापकत्वं न उच्यते, सः एव भेदः. इत्थञ्च व्यापकत्वम् उच्यते वा सामानादिकरण्यम् इत्युच्यते वा इति उच्यते. इत्थञ्च व्यापकत्वम् उच्यते वा सामानादिकरणम् इति उच्यते वा इति पृच्छ्यते. तत् मया न अवगतं भगिनि. इदञ्च व्यापकत्वम् उच्यते वा सामानादिकरणीयम् उच्यते वा इति पृच्छ्यते खलु. इत्युक्ते यदा तत्र सर्वत्र सामानादिकरण्यं भवति चेत् व्यापकत्वं जातं, सामानादिकरणम् इत्यनेन व्यापकत्वं न उच्यते इत्येव भेदः. इत्युक्ते यदा सामानादिकरण्यम् अस्ति इति वदामः तेन तत्र व्यापकत्वम् अस्ति इति न. इत्युक्ते इदानीं यदा वह्निः पर्वते अस्ति इति वह्नि पर्वतत्वसामानादिकरण्यम् उच्यते तेन तत्र वह्निः सर्वत्र पर्वतेषु अस्ति, इत्युक्ते सर्वत्र पर्वते अस्ति इति तादृशव्यापकत्वं न आगच्छति खलु. केवलम् अत्र वह्निः अस्ति यत्र पर्वतत्वमपि अस्ति इति तत्र सामानादिकरणीयमेव भवति. वाक्यं किम् इति मया, इत्थञ्च व्यापकत्वम् उच्यते वा सामानादिकरणीयम् इत्युच्यते वा इति पृच्छ्यते इत्युक्ते प्रश्नं करोति इति. अतः तत्र अग्रे पठतु तर्हि. अस्तु, अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति, यथा महानसे कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति यथा पर्वते, तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते. अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति यत्र, यथा महानसे. आम्, महानसे वह्निसंयोगः भवत्येव, किन्तु तत्र पर्वतत्वं नास्ति, तत्र महानसत्वम् एव अस्ति. तत्र कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं अस्ति यथा पर्वते, तत्रापि दृश्यते एव, तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते. इत्युक्ते अन्यत्र स्थलेपि वह्निसंयोगः भवति इति दशायामेव पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते इति वक्तुं शक्यते इति पर्यवसति किल. एतदेव आशयः. इत्युक्ते तत्र वह्नेः व्यापकत्वम् अत्र न उच्यते, परन्तु तस्य सामानाधिकरण्यमेव उच्यते इति. इत्युक्ते यत्र पर्वतत्व इत्युक्ते वह्निः अस्ति यत्र पर्वतत्वं नास्ति, अपि च पर्वतत्वं पर्वते अपि अस्ति यत्र वह्निः नास्ति, तर्हि वह्निपर्वतयोः सामानाधिकरण्यम् इति यदा वदामः, यत्र पर्वते वह्निः अस्ति तत्र एव वह्निपर्वतत्वसामानाधिकरण्यम् इति वदामः. यस्य धर्मस्य व्यापकत्वं नास्ति ययोः धर्मयोः मध्ये, तादृशमपि न वक्तुं शक्यते, यस्य धर्मस्य व्यापकत्वं नास्ति तादृश धर्मद्वयोः मध्ये एव सामान्याधिकरण्यं भवितुम् अर्हति. यथा भवत्या उक्तं पर्वतत्वम् इति पर्वते एव अस्ति, महानसे नास्ति. वह्निसंयोगः महानसे अपि भवितुम् अर्हति, पर्वते अपि भवितुम् अर्हति इति कृत्वा तयोः मध्ये सामानादिकरण्यं भवितुम् अर्हति. किन्तु पर्वतः अपि च पर्वतत्वम् इति हा भवति अपि आम् सत्यम् दशायाम् इत्युक्ते अस्मिन् स्थित्याम् इति हा तत्र विद्याशङ्करमहोदय भवतः प्रश्नः आसीत् खलु. हा किञ्चित् कामेण्ट् अस्ति. एवमस्ति इति आरम्भस्थले एकस्मिन् पर्वते एकः अनुभवः विषयः अस्ति. एकस्मिन् पर्वते एकः धूमं पश्यति अपि च वह्निः अस्ति इति अनुमानं करोति. तत्र पर्वतत्ववह्नियोः समानादिकरणमिति ज्ञानमस्ति एकस्मिन् पर्वते. अग्रे अन्यस्मिन् पर्वते तृतीयस्मिन् पर्वते इति दृष्ट्वा ओहो यत्र पर्वतत्वं पर्वतत्वं वह्नियोः समानादिकरणम् इति ज्ञानम् एकं ज्ञानं. तथापि वह्निधूमयोः व्यापकज्ञानम् एतावता न साधितम्. न तत्र वह्निधूमयोः व्यापकः इति नास्ति. तत्र व्यापकत्वम् इत्युक्ते किं, तत्र वह्निः इत्युक्ते तत्र एकः पर्वतः अस्ति. पर्वते इदानीम् एकस्मिन् भागे पर्वते वह्निः अस्ति इति चिन्तयतु. एकनिमिषं, वह्निः अस्ति इति प्रत्यक्षं वा अनुमानं वा? अनुमानम् इत्युक्ते तत्र धूमं दृष्ट्वा तत्र पर्वतः अस्ति. इदानीं पर्वतः अस्ति, पर्वते तत्र एकस्मिन् भागात् तत्र धूमः आगच्छति. इत्युक्ते सर्वेषु पर्वतेषु तत्र इत्युक्ते सर्वत्र पर्वते धूमः अस्ति इत्युक्ते पर्वतः धूमेन आवृतः इति नास्ति खलु. एकस्मिन् भागे धूमः पश्यति, अस्तु. तर्हि तस्मिन् प्रदेशे धूमः अस्ति, क्षम्यतां, वह्निः अस्ति इति अनुमानमपि भवति. वह्निधूमयोः सम्बन्धः ज्ञातं भवेत्. हा हा हा, इदानीं तत्र धूमः पश्यति, वह्निः तत्र अस्ति इति ज्ञानम् अपि अस्ति. इदानीं सः वदति तत्र पर्वते तत्र पर्वते वह्निः अस्ति इति. इत्युक्ते पर्वतत्ववह्निः समानाधिकरण्यम् अस्ति इत्युक्ते तेन पर्वते सर्वत्र वह्निः अस्ति इति नास्ति. इत्युक्ते पर्वतत्वं यत्र अस्ति तस्मिन् तत्र एकस्मिन् भागे वह्निः हा अस्ति इति एव. इत्युक्ते तेन यदा वयं वदामः पर्वतत्व किमासीत् तत्र पक्षतावच्छेदकसामानादिकरण्यम् इति खलु. तर्हि पक्षतावच्छेदकसामानादिकरण्यम् इति अनुमितिज्ञानम् आगच्छति चेत् तेन वयम् एतद् वक्तुं न शक्नुमः यत् वह्निः पक्षे सर्वत्र अस्ति इति. परन्तु यद्वक्तुं शक्नुमः वह्निः पक्षे अस्ति इति. इत्युक्ते पक्षे एकदेशे तत्र पक्षताधर्मः यत्र अस्ति तत्र वह्नेः समानाधिकरण्यम् अस्ति इति वक्तुं शक्नुमः. तदेव अत्र व्यापकत्वं न भासते, परन्तु तत्र संयोगः इति सम्बन्धः एव भासते. इत्युक्ते वह्निः अस्ति इति सम्बन्धः भासते, परन्तु वह्निः सर्वत्र अस्ति वा अथवा एकदेशे अस्ति वा इति न वक्तुं न शक्नुमः इति. कीदृशं व्यापकत्वं न वक्तुं शक्नुमः? तयोः व्यापकत्वं तत्र वह्नेः व्यापकत्वं खलु. तत्र वह्निः तत्र पर्वते सर्वत्र अस्ति वा अथवा इत्युक्ते पर्वते एकत्र अस्ति चेदपि तत्र पर्वतवह्न्योः सामानादिकरणम् अस्ति. तर्हि तत्र तस्य व्यापकत्वं न वक्तुं शक्नुमः, परन्तु तत्र सम्बन्धः अस्ति इति वक्तुं शक्नुमः. अस्तु भगिनि, धन्यवादः. तर्हि महोदय भवान् एव अग्रे पठतु. अस्तु भगिनि. तर्हि पर्वतत्व अवच्छेदेन नाम यत्र यत्र पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निरस्ति इति यदा साध्यते धूमेन हेतुना तदानीं कश्चित् एकः पर्वतः दृष्टान्तः भवितुं शक्यते. तद्वत् वह्निः उष्णः वह्नित्वात् इत्यत्र कश्चन वह्निः उष्णत्ववान् इति प्रत्यक्षेण ज्ञातं. कस्मिंश्चित् वह्नौ उष्णत्वम् अस्ति इति ज्ञातं. सः वह्निः दृष्टान्तः भवितुम् अर्हति. सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन. केवलम् एकः वह्निः उष्णः इति प्रत्यक्षेन ज्ञायते. सर्वत्र वह्नौ उष्णत्वम् अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेण उष्णः इति ज्ञातं सः वह्निः पक्षः सर्वत्र साध्यवान् इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति. अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम्. तर्हि पर्वतत्व अवच्छेदेन नाम यत्र यत्र पर्वतत्वम् इति पर्वपक्षत अवच्छेदकधर्मः पर्वतत्वम् इति ज्ञातं. यत्र यत्र पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निः अस्ति इति यदा साध्यते धूमेन हेतुना इत्युक्ते यस्मिन् यत्र यत्र पर्वते तत्र सर्वत्र इत्युक्ते यत्र यत्र यत्र पर्वतत्वम् अस्ति तत्र सर्वत्र वह्निः अस्ति इति यथा साध्यते धूमेन हेतुना. यथा धूमं दृष्ट्वा धूममिति हेतुः वह्निः इति साध्यम्. एक पर्वतत्वम् अस्ति तत्र वह्निसंयोगः अस्ति इति जानीमः चेत् यत्र यत्र पर्वतत्वम् अस्ति तत्र धूमं दृष्ट्वा हेतुना धूमेन हेतुना तत्र सर्वत्र वह्निः अस्ति इति यदा साध्यते तदानीं कश्चित् एकः पर्वतः दृष्टान्तः भवितुं शक्यते. यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति वक्तुम् इच्छामः चेत् एकः पर्वतः दृष्टान्तः भवितुं शक्यते. एकस्मिन् पर्वते धूमं हेतु दृष्ट्वा वह्निः अस्ति इति साधयामः चेत् एकः दृष्टान्तः पर्याप्तम्. तथा एव महोदय क्षम्यतां महोदय, तत्र यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति नास्ति खलु? यत्र यत्र धूमः तत्र तत्र वह्निः इति एव. आमां, यत्र धूमः अस्ति तत्र यत्र यत्र पर्वतत्व धूमः दृश्यते तत्र सर्वत्र वा वह्निः. सत्यं. तेनैव तर्केण वह्निः उष्णः वह्नित्वात् अस्मिन् वाक्ये कश्चन वह्निः उष्णत्ववान् इति प्रत्यक्षेण ज्ञातम्. एकं वह्निं दृष्ट्वा समीपं गत्वा तत्र उष्णम् अस्ति इति एक एव वह्नेः प्रत्यक्षेण उष्णत्वम् अस्ति इति ज्ञानं प्रथमं भवति. कस्मिंश्चित् वह्नौ, कस्मिंश्चित् इत्युक्ते एकस्मिन् वह्नौ उष्णत्वम् अस्ति इति प्रथमं ज्ञातं. सः वह्निः दृष्टान्तः भवितुम् अर्हति. वह्निः उष्णः उष्ण वह्नित्वात् इति सामान्यवाक्यं. सामान्यवाक्यस्य पृष्ठतः एकम् उदाहरणं भवेत्. एकस्मिन् वह्नौ उष्णत्वम् अस्ति इति उदाहरणम् उपयुज्य वह्निः उष्णः वह्नित्वात् इति एकेन दृष्टान्तेन वक्तुं शक्नुमः. सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन. सर्वेषु वह्निषु उष्णः अस्ति इति न ज्ञातं. केवलम् एकः वह्निः उष्णः इति प्रत्यक्षेन दृष्टं. तथापि सर्वत्र वह्नौ उष्णत्वम् अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेन उष्णः इति ज्ञातं सः वह्निः पक्षः सर्वत्र साध्यवान् इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति. अस्तु, यथा साधारणवाक्यं वक्तुम् इच्छामः सर्वत्र वह्निः उष्णः अस्ति तत्र एकः एव दृष्टान्तः प्रत्यक्षेन दृष्टं चेत् सः वह्निः पक्षः सर्वत्र साध्यवान् पक्षः इत्युक्ते अत्र वह्निः हेतुः अत्र वह्नित्वं साध्यवान् इत्युक्ते वह्नि उष्णवान् उष्णत्ववान् इति प्रदर्शनार्थम् एकः एव दृष्टान्तः पर्याप्तम्। अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्षणम्। सर्वत्र सर्वेषु पक्षेषु साध्यं वर्तते हेतुं दृष्ट्वा इति यथा वक्तुम् इच्छामः तत्र अन्वयदृष्टान्तः सम्भव एकः अन्वयदृष्टान्तः एव पर्याप्तम् इति एवं वा तादृशस्थले? सत्यं सत्यम् इत्युक्ते तत्र तत्पूर्वमपि आगतं खलु तत्र आधुनिकवैज्ञानिक परिशोधनस्थले इति अपि तत्रापि यदा वयं यत्किमपि भवतु खलु तत्र केमिकल् रियाक्षन्स् इति वा भवतु अथवा तत्र तत्र मेडिसिन् मध्ये अपि तथैव ते तत्र नूतन किमपि ड्रग् अस्ति चेत् तत् तथैव कुर्मः तथैव ते कुर्वन्ति खलु इत्युक्ते एकः बालकः अस्ति चेत् तस्य अथवा यत् यः कोऽपि भवतु पुरुषः वा महिला वा यत् कोऽपि भवतु तत्र एकस्य कृते तत् ते ददति सम्यक् भवति हा कार्यं करोति चेत् तत्र प्रायः तत्र साम्पल्स् इति किञ्चित् अधिकं भवति तदनन्तरं तत्र तदनन्तरं तत्र वस्तुतः तत्र पक्षस्य एकदेशः अस्ति खलु ते सर्वे इत्युक्ते मनुष्याना मनुष्यः इति पक्षः इति चेत् एकः बालकः पक्षस्य एकः एकदेशः तर्हि हा तत्र कार्यं करोति चेत् तदनन्तरं तत्र दशबालकेषु अपि तस्य कार्यम् अस्ति चेत् तदनन्तरं तत्र किञ्चित् इतोपि अधिक सर्वत्र कार्यं भवेत् इति अनुमानं भवति। तद्वत् तथैव अत्रापि वह्निस्थले स्वीकुर्मः चेत् तत्र एकः वह्निः अत्र अस्ति द्वितीयवह्न्यम् अन्यत्र अस्ति इति तत्र भिन्नभिन्न वह्नयः सन्ति चेत् भिन्नभिन्नाः तर्हि एकस्मिन् वह्नौ तत्र वह्नित्वमपि अस्ति उष्णत्वमपि अस्ति इति साधयितुं शक्नुमः चेत् तदनन्तरं तद् दृष्टान्तः भवति अन्यस्य कृते तर्हि तदनन्तरं वयं वक्तुं शक्नुमः सर्वेषु वह्निषु तथा भवति इत्युक्ते तत्र यत्र यत्र वह्नित्वम् अस्ति तत्र तत्र उष्णत्वमपि भवति इति वक्तुं शक्नुमः तर्हि अन्वयदृष्टान्तः तथा कार्यं कर्तुं शक्नोति इति। यतोहि तत्र एतत् सर्वं किमर्थम् आगतं चेत् तत्र अस्माकं मूलवाक्यं तथा अस्ति खलु तत्र आश्रयनाशजन्यगुणनाशः इति तत्र पक्षः अस्ति तर्हि पाकजरूपनाशवत् इति यद् दृष्टान्तः अस्ति अत्र तत् पक्षस्य एकदेशः वा अथवा भिन्न भिन्नविषयः वा इत्युक्ते तत्र पर्वतः महानसम् इव तत्र भिन्न भिन्न वस्तु हा भिन्नवस्तु वा नो चेत् तत्र पक्षे एकदेशः वा इति इदानीं किञ्चित् चिन्तनं प्रवर्तमानम् अस्ति तावदेव। भगिनी तत्र निगमन अन्तिमवाक्ये किञ्चित् भ्रमः जातः मयि। अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति चेत् अन्वयदृष्टान्तः न सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं नास्ति इत्यपि पर्यवसति। किन्तु इदानीं वयं एतावत्पर्यन्तम् अन्वयदृष्टान्तः इति किं दृष्टवन्तः? तत्र महानसः यथा महानसः इति अन्वयदृष्टान्तः एव किल? सत्यं तत्र इदानीं तत्र न अवगतः मया तत्र भवतः तत्र हा अत्र अन्तिमवाक्यं पश्यतु। अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति। तत्र पूर्वम् अन्वयदृष्टान्तस्य उदाहरणं यथा महानस महानसे इति वयं दृष्टवन्तः. तत्र सर्वत्र महानसे वह्निः अस्ति इति नास्ति किल, इत्युक्ते तद् अन्वयदृष्टान्तः नास्ति वा? न न न न, तत्र सर्वत्र पक्षे अस्तु, सर्वत्र पक्षे साध्यं वर्तते इत्युक्ते यत्र यत्र पक्षः अस्ति तत्र सर्वत्र साध्यमस्ति इत्युक्ते तत्र वह्निः इदानीं वह्निः इति पक्षः अस्ति चेत् तत्र वह्निः यत्र यत्र अस्ति तत्र तत्र साध्यम् इत्युक्ते उष्णत्वम् अस्ति इति अन्वयदृष्टान्तेन वक्तुं शक्नुमः इति. किन्तु आमां तत्र वह्नि उष्णयोः मध्ये तादृशं वक्तुं शक्यते, किन्तु इदानीं एतावत्पर्यन्तम् अन्वयदृष्टान्ते उदाहरणं किं? तत्र मां महोदय एकक्षणं, तत्र विषयद्वयं खलु, एकमस्ति यत्र सर्वत्र पक्षे साध्यं वर्तते तत्र अन्वयदृष्टान्तः सम्भवति इति इति अस्ति, तेन एतद् नास्ति यत् तत् इत्युक्ते तत्र विपरीतत्वं नास्ति इति न, इत्युक्ते तत्र तादृशं नास्ति चेत् अन्वयदृष्टान्तः न सम्भवति इति नास्ति, इत्युक्ते अग्रे तदपि आगच्छति तत्र, इत्युक्ते पर्वतः भवतः प्रश्नः मया अवगतः, तत्र पर्वतः अपि च महानसम् इति तत्र एकः एव पक्षः इति नास्ति, परन्तु तत्र कथम् अन्वयदृष्टान्तः उपयोक्तुं शक्नुमः इति एव भवतः प्रश्नः खलु? आम् मम प्रश्नः तदेव, एतावत्पर्यन्तं अन्वयदृष्टान्तस्य उदाहरणं महानसः यथा महानसः इति इत्यस्मिन् स्थले महानसः इति अन्वयदृष्टान्तः इति स्वीकृतम्. इदानीम् अत्र वाक्यं किं वदति, अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति. सत्यम् इत्युक्ते महानसः इति किञ्चित् विशिष्ट विशिष्टस्थलम् अथवा वस्तु, पर्वतः इति किञ्चित् विशिष्टस्थलम् अथवा वस्तुः, तर्हि तत्र कथम् अन्वयदृष्टान्तः सङ्गच्छति इति भवतः प्रश्नः खलु एतेन वाक्येन? तद् एकम्. अन्यत्तु सर्वत्र पक्षे साध्यं वर्तते इत्युक्ते तत्र महानसः वह्निं विना अपि भवितुम् अर्हति किल, सर्वत्र सर्वदा सत्यम् इति. हा सर्वत्र पक्षे साध्यं वर्तते इत्युक्ते किं, हा तादृशम् अहं वदामि, पर्वते अपि महानसे इति नास्ति, महानसे वह्निं विना अपि. हा हा सत्यं, परन्तु न न सर्वत्र पक्षे साध्यं वर्तते इत्युक्ते यदा हेतुः अस्ति इति तत्र अन्तर्गतं खलु, इत्युक्ते हेतुः नास्ति चेत् साध्यम् अस्ति इति वक्तुं न शक्नुमः इत्युक्ते तर्हि महानसे यदा धूमः अस्ति तदा तत्र वह्निः अस्ति इति अन्वयदृष्टान्तः अस्ति, परन्तु भवतः प्रथमप्रश्नः मया अवगतः, तद् अग्रे आगच्छति, किञ्चित् पठेम, तदनन्तरमपि प्रश्नः अस्ति चेत् किञ्चित् चर्चा भवतु तदा. अस्तु एकमेव करोतु कृपया. अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले यत्र सर्वत्र पक्षे साध्यं वर्तते इति वाक्यस्य अवगमनं, भवत्याः अवगमनं किम् इति एकवारं कृपया वदतु. हा इत्युक्ते यदा इदानीं विद्याशङ्करमहोदयेन अपि उक्तं खलु, इत्युक्ते तत्र वह्निः इति अस्ति, यथा वयं तत्र तत्र बालकः इति उदाहरणं स्वीकृत्य अपि उक्तवन्तः खलु, इत्युक्ते एकस्मिन् तत्र किमपि नूतन ड्रग् अस्ति चेत् एकस्य बालकस्य किमपि रोगः अस्ति तस्य कृते तत् कार्यं करोति, तदनन्तरं द्वितीयस्य बालकस्य अपि तथा, तृतीयस्य बालकस्य अपि तथा अस्ति चेत् इदानीम् अस्माकं पक्षः कः, ये बालकाः यस्य तादृशरोगः अस्ति तर्हि तत्र सर्वत्र तत्र एतद् ड्रग् कार्यं कर्तुं शक्नोति इति अस्माकं निगमनं भवति खलु तेन आधारेण. तदेव अस्ति तत्र, इत्युक्ते एकस्य बालकस्य यः तत्र कार्यं यत् कृतं तत् ड्रग् द्वारा, तदेव इदानीम् अन्वये दृष्टान्तः. तर्हि तस्य कार्यं करोति चेत् पक्षे, इत्युक्ते ये बालकाः सन्ति यस्य तादृशरोगः अस्ति, ते सर्वे मिलित्वा पक्षः इति भवति खलु. तत्र साध्यम् इत्युक्ते तत्र तत्र रोगः अस्ति चेत् तत्र ड्रग् कार्यं करोति इति आधुनिक इति केवलं तत्र अत्र शास्त्ररीत्या इति न, अस्माकं दिनाचारे अपि तथैव बहुषु स्थलेषु वयं कुर्मः एव. तदेव अत्र अन्तर्गतं तस्मिन् वाक्ये. इत्युक्ते अत्र अन्वयदृष्टान्तः इति यस्मिन् यस्य बालकस्य रोगः अस्ति सः एव अन्वयदृष्टान्तः. अपि च तस्य सम्यक् तत्र नूतन ड्रग् द्वारा समीचीनं जातं, निवारणमपि अभवत् अभवत् इति अन्वयदृष्टान्तः. तादृशबालकः अन्वयदृष्टान्तः पक्षस्य एकदेशः खलु. तदेव अग्रे आगच्छति महोदय, किञ्चित् पठेम. अस्तु अस्तु, तर्हि अग्रे सुनील् महोदय भवान् पठति वा. प्रकृतौ आश्रयनाश अजन्यगुणनाशः सामानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत्. अत्र पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाश अजन्यगुणनाशे सामानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति. अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति. आश्रयनाश अजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः एतादृशः अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत्. अत्र आश्रयनाश अजन्यगुणनाशः सामानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति प्रकृतवाक्यमस्ति. अत्र पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति. अत्र आश्रयनाश अजन्यगुणनाशः किम् इति कः इति अहं पूर्वं दृष्टवन्तः. अत्र यदा संयोगः द्वयोः मध्ये अस्ति विभागः भवति, अत्र द्रव्यस्य नाशः न भवति, केवलं संयोगस्य नाशः एव भवति इति. अत्र पाकजरूपनाशः पक्षे एकदेशः एव अस्ति चेत् तत्र एकक्षणं महोदय, तत्र पाकजरूपनाशः इति इदानीम् अस्माकं पक्षः कः? आश्रयनाशजन्यगुणनाशः खलु, तस्य एकदेशः इति कथं वक्तुं शक्नुमः? इत्युक्ते यदा वयं दृष्टं फलमिति अस्ति चेत् तत्र उष्णः भवति चेत् अत्र रूपनाशः भवति इति. अतः अत्र फलमिति पक्षः भवति, तत्र रूपनाशः इत्युक्ते अत्र तस्य रूपस्य नाशः भवति. अतः अत्र एकस्मिन् स्तरे स्थले एव भवति किल अतः फले एव भवति इति. हा इत्युक्ते तत्र रूपनाशः रूपमिति गुणः खलु, रूपनाशः भवति. पाकजरूपनाशः इत्युक्ते पाकेन जायते तादृशरूपनाशः इति. परन्तु यदा तादृशरूपनाशः भवति इत्युक्ते घटः इति स्वीकुर्मः चेत् घटस्य रूपं रक्तवर्णः इति चिन्तयतु. तदनन्तरं यदा पाकेन संयोगः भवति तदा प्रायः श्यामवर्णः भवेत्. इदानीं तत्र पाकेन तस्य रूपस्य नाशः अभवत् इत्युक्ते रूपमिति गुणः इत्युक्ते तत्र रक्तवर्णः इति यः रूपः आसीत् तस्य नाशः अभवत्. परन्तु घटस्य नाशः न अभवत् खलु, इत्युक्ते रूपस्य आश्रयः कः? घटः. तर्हि आश्रयनाशा अजन्यगुणनाशः इत्युक्ते पाकेन यः रूपनाशः इदानीं जातः सः कीदृशरूपनाशः इत्युक्ते आश्रयनाशाजन्यरूपनाशः. तर्हि तत्र आश्रयनाशाजन्यगुणनाशः इत्यस्य एकदेशः अस्ति पाकजरूपनाशः इति. अत्र तद् स्वीकृत्य अत्र पक्षे एकदेशः अस्ति चेदपि आश्रयनाशगुणनाशः नाशे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशो दृष्टान्तः भवति. तत्रापि अधिकरणम् अत्र घटः अस्ति इति स्वीकृत्य अत्र अन्यत्रापि पक्षे एकदेशः एकस्मिन् दृष्टान्ते एव वयं तद् दृष्टवन्तः. अतः अन्यत्रापि एवं दृष्ट्वा अत्र आश्रयनाशगुणजन्यनाशः इति वक्तुं शक्नुमः. न तथा नास्ति महोदय. अत्र तत्र वाक्ये किमस्ति, आश्रयनाशाजन्यगुणनाशः सामानाधिकरण्यगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति. तत्र पाकजरूपनाशवत् इति तत्र दृष्टान्तः खलु. तर्हि पाकजरूपनाशः इति पक्षे एकदेशः इत्युक्ते आश्रयनाशाजन्यगुणनाशः इति किञ्चित् बृहत् पक्षः अस्ति. तत्र पक्षे एकः पाकजरूपनाशः इत्यपि तस्मिन् पक्षे अन्तर्भूतः. यद्यपि तथा पक्षे अन्तर्भूतः अस्ति, परन्तु यदा वयं तत्र आश्रयनाशाजन्यगुणनाशे कस्य साधन इदानीं तत्र साध्यं किम् अत्र सामानाधिकरणगुणजन्यत्वम् इति खलु. इत्युक्ते आश्रयनाशाजन्यगुणनाशः इति पक्षे सामानाधिकरण्यगुणजन्यत्वम् अस्ति इति वयम् इदानीं साधयितुम् इच्छामः. तादृशसाधनवेलायाम् इत्युक्ते तादृशसाधनं यदा वयं कर्तुम् इच्छामः तत्र यद्यपि पाकजरूपनाशः इति पक्षस्य एकदेशः अस्ति तथापि दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः. यथा पूर्वम् एकः वह्निः तत्र एकेन वह्निना तत्र एकस्मिन् वह्नौ तत्र इदानीं वह्नित्वम् उष्णत्वम् अस्ति इति इति साधयितुं शक्नुमः चेत् तेन वह्निना वयं तत्र अन्यस्मिन् वह्नौ अपि तत्र साध्यमस्ति इति वक्तुं शक्नुमः खलु. तद्वत् अत्रापि एकदेशे अस्ति चेत् तेन आधारेण अन्वयदृष्टान्तेन अन्यत्रापि तथा अस्ति इति साधयितुं शक्नुमः इति. इत्युक्ते एकस्मिन् घटे एतादृशस्थितिः अस्ति चेत् अन्यत्रापि अस्ति इति वयं प्रथमस्य दृष्टान्तः इति स्वीकृत्य द्वितीय अपि तदेव अस्ति इति वयं. हा सत्यं. तत्र घटे इति वस्तुतः तत्र आश्रयनाशाजन्यगुणनाशः इति तत्र किञ्चित् तत्र इत्युक्ते साक्षात् वस्तु इति नास्ति खलु तत्र धर्मः इव. तर्हि तत्र तादृश धर्मे तत्र अन्तर्भूतः कस्य कस्यचित् भागः अस्ति तत्र क्वचित् भागः अस्ति तत्र पाकजरूपनाशः इति. पुनः अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्यदृष्टान्तः सम्भवति. अत्र हेतुः अन्य पक्षभिन्नस्थले नास्ति चेदपि अत्र अन्यदृष्टान्तः सम्भवति इति. आश्रयनाश अजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः एतादृशः अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत् अत्र पुनः तदेव अत्र एकस्मिन् स्तरे अत्र आश्रयनाशजन्यगुणनाशः पाकजरूपनाशः इति अस्ति चेत् अत्र अन्वयदृष्टान्तः एव भवति. अतः सर्वत्र पक्षे एतादृश साध्यं वर्तते इति वयं वक्तुं शक्नुमः. पुष्पा भगिनी अग्रे पठति वा? अस्तु भगिनि. अत्र कश्चन प्रश्नः उदेति पक्षता अवच्छेदक सामानाधिकरण्येन अनुमतिः इति स्थले पक्षे सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति. सर्वत्र साध्यं तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति? तत्र एकदेशः दृष्टान्तः न भवति इत्युक्तं किन्तु किमर्थम् एकदेशे अपि दृष्टान्तः भवति उपरि दृष्टान्तः भवति इति. हा तत्र पूर्वं वयम् उक्तवन्तः खलु तथा न भवति इति तत्र किमर्थम् इति. तत्र प्रश्नः कः इति अवगच्छति वा? पक्षतावच्छेदक सामानाधिकरण्येन अनुमतिः इति स्थले पक्षे सर्वत्र साध्यं भवतु इति अनुमतिः नास्ति. सर्वत्र भवतु न साध्यं भवतु तत्र समायाति तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति? अत्र दृष्टान्तः भवति इति लिखितः न तत्र पूर्वम् अस्माभिः किम् उक्तं तत्र पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति यदा उक्तवन्तः तत्र उक्तवन्तः तत्र पक्षे सर्वत्र अस्ति इति नास्ति, पक्षे एकदेशे एव तत्र साध्यं भवतु इत्युक्ते पक्षे सर्वत्र साध्यम् अस्ति इति न खलु इति. वह्निः पक्षे सर्वत्र अस्ति अथवा सर्वेषु पर्वतेषु वह्निः इति नास्ति, पक्षे एकदेशे भवति चेदपि तत्र सामानाधिकरण्यम् अस्ति इति वयम् उक्तवन्तः. तथा अस्ति चेत् किमर्थं तत्र एकदेशे यदा पक्षे अस्ति चेत् तस्य दृष्टान्तः इति न स्वीकर्तुं शक्नुमः इति. यतोहि पूर्वम् अस्माभिः उक्तं तत्र पक्षभिन्नस्थले भवतु न तु पक्षे एव एकदेशे भवतु, पक्षभिन्नस्थले भवति चेदेव अन्वयदृष्टान्तः इति वक्तुं शक्नुमः इति. तदर्थम् अत्र इदानीं प्रश्नः आगच्छति. अस्तु तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आम् आं भगिनि. अस्य समाधानार्थं चिन्तनीयं भवति यत् अस्माकं पक्षस्य स्वभावः कः. पर्वतः वन्निमान् धूमान् इति स्थले पर्वतः विशिष्टं द्रव्यं, पर्वतः अपि विशिष्टं द्रव्यं, महानसमपि विशिष्टं द्रव्यं, द्वौ अपि कस्यचित् एकस्य सङ्ग्रहस्य सदस्यौ. आश्रयनाशात् आश्रयनाश अजन्यगुणनाशः समानादिकर्णगुणजन्यः आश्रयनाशाजन्य गुणनाशत्वात् इति स्थले आश्रयनाशा अजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति, विशिष्टवस्तु नास्ति, आश्रयनाश अजन्यगुणनाशः इति काचन श्रेणी अस्ति यस्यां बहवः सदस्याः सन्ति। पक्षता अवच्छेदकसमानादिकरण्येन अनुमितिः इति स्थिति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति इत्यस्य बोधनार्थं विशिष्टपक्षस्य सामान्यपक्षस्य भेदः अवगन्तव्यः। अत्र प्रश्नस्य उत्तरमस्ति वयं पक्षस्य स्वभावः कः इति प्रथमम् तस्य अवगमनं भवेत् इति प्रथमं पक्षस्य स्वभावः कः इति पर्वतः वन्निमान् भूमात् इति स्थले पर्वतः इति पक्षः तत्तु विशिष्टं द्रव्यम् अस्ति, पर्वतः अपि विशिष्टं द्रव्यं, पर्वतः वन्निमान् धूमात् यथा महानसं तत्र महानसम् अपि विशिष्टं द्रव्यं। किमर्थं विशिष्टम् इत्युक्ते कस्यचित् एकस्य सङ्ग्रहस्य सदस्यः सदस्यौ सङ्ग्रहः इत्युक्ते किमपि भागः वा कस्यचित् सङ्ग्रहः इत्युक्ते गुच्छः खलु इत्युक्ते तत्र समूहः समूहः समूहस्य भागौ द्वौ अपि यदा पर्वतः महानसम् आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् इत्यस्मिन् स्थले एतत् प्रकृतवाक्ये आश्रयनाश अजन्यगुणनाशः तत्तु विशिष्टद्रव्यं नास्ति तद् विशिष्टवस्तु विशिष्टद्रव्यं नास्ति विशिष्टवस्तु वस्तु अपि नास्ति विशिष्टद्रव्यम् इत्युक्ते विशिष्टवस्तु तदपि नास्ति आश्रयनाश अजन्यगुणनाशः इति इत्युक्ते किं यदा तद्विशिष्टवस्तुना विशिष्टद्रव्यं नास्ति चेत् तत् किम् इत्युक्ते तद् काचन श्रेणी अस्ति तत्र बहवः सदस्याः सन्ति यदा वयम् इदानीं दृष्टवन्तः पाकजरूपनाशवत् आश्रयजन्यगुणनाशस्य एकदेशः इति दृष्टवन्तः तादृशं किम काचन श्रेणी अस्ति तस्य बहवः सदस्याः सन्ति एकः किमपि तद् विशिष्टं नास्ति पक्षता अवच्छेदकसमान सामानाधिकरण्येन अनुमितिः इति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति एतद् अवगमनार्थम् एकदेशदृष्टान्तः किमर्थं न भवति इति प्रश्नस्य अवगमनार्थं वयं विशिष्टपक्षः सामान्यपक्षः तयोः मध्ये भेदः कः इति प्रथमतया अवगन्तव्यम् इत्युक्ते आश्रयनाश अजन्यगुणनाशः सामान्यपक्षः न विशिष्टपक्षः न सत्यं तर्हि आश्रयनाशाजन्यगुणनाशः इति कश्चित् विशिष्टं द्रव्यं नास्ति तर्हि तत्र सामान्यपक्षः अस्ति तर्हि तत्र कथं तत्र अन्वयदृष्टान्तः भवति इति किञ्चित् इतोपि तत्र पक्ष अवगमनानन्तरं तस्य अवगमनं भवेत् इति अस्तु तर्हि अग्रे शुकानमहोदय भवान् पठति वा हा पठामि भगिनि अधुना महानसम् इति दृष्टान्तस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः पूर्वम् अस्माभिः उक्तं यत् महानसम् इति पक्षभिन्नस्थलं किन्तु वस्तुतः अयं महानसमपि पक्षस्य एकदेशः अत्र पक्षः कः यत्र धूमः अस्ति वह्निः अपि अस्ति तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति तत्र महानसम् एकदेशः तदर्थं तदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति. एतादृशसङ्ग्रहरूपपक्षः सामान्यपक्षः इति नामकरणं भवति. अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तस्य किमपि मूल्यं नास्ति. वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति इति. अत्र इतोपि किञ्चित् नूतन विषयं दत्तमस्ति. अधुना महानसम् इति दृष्टान्तस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. पूर्वम् अस्माभिः उक्तं यत् महानसम् इति पक्षभिन्नस्थलम् इति पूर्वं वयं दृष्टवन्तः. तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति उदाहरणे महानसम् इति स्थलं पक्षभिन्नस्थलम् इति स्वीकृतवन्तः. किन्तु इदानीं पुनः तस्य परिशीलनं भवति. वस्तुतः अयं महानसम् अपि पक्षस्य एकदेशः एव. तत् कथम् इति चेत् पक्षः कः इति अवगन्तव्यम्. अत्र पक्षः कः इत्युक्ते यत्र धूमः अस्ति वह्निः अपि अस्ति तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति तत्र महानसम् एकदेशः. इदानीं पक्षः कः इत्युक्ते यत्र यत्र धूमः अस्ति तत्सर्वं पक्षः धूमः वा वह्निः वा यत्र यत्र धूमः अस्ति वह्निः अपि अस्ति तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति तत्र महानसम् एकदेशः अस्ति. यत्र यत्र वह्निः अस्ति इति इत्येव पक्षः इति स्वीकुर्मश्चेत् तस्मिन् महानसम् एकदेशः इति तस्मिन् अन्तर्भूतः भवति. किञ्चित् पक्षस्य पक्षः किम् इत्यस्य अवगमनम् इतोपि किञ्चित् परिवर्तनम् इति नास्ति. इतोपि किञ्चित् गभीररीत्या वयं वदामश्चेत् पक्षः इत्युक्ते यत्र वह्निः अस्ति यत्र यत्र वह्निः अस्ति तत्सर्वं सर्वे अपि पक्षः इति स्वीकुर्मश्चेत् तत्र महानसः इति एकदेशः भवति. तदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति इति स्वीकुर्मश्चेत् पक्षस्य अवगमनं यत्र साध्यम् अस्ति इति स्वीकुर्मश्चेत् तत्र अन्वयदृष्टान्तः सर्वदा एकदेशः एव भवति. एतादृशसङ्ग्रहरूपपक्षः सामान्यपक्षः इति नामकरणम् आम् सङ्ग्रहरूपपक्षः इत्युक्ते यत्र यत्र यत्र यत्र साध्यः तत्सर्वं पक्षः इति स्वीकुर्मश्चेत् तादृश पक्षस्य नामकरणं सामान्यपक्षः इति भवतु. अन्वयदृष्टान्तः सामान्यपक्षः पक्षस्य एकदेशः एव भवति. तादृशं नास्ति चेत् तस्य किमपि मूल्यं नास्ति. आम् तद् उदाहरणमेव दृष्टान्तः एव न भवितुम् अर्हति इति कृत्वा तस्य मूल्यं नास्ति. वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति इति पर्यवसति इति अत्र इतोपि गभीररीत्या चिन्तनम् अपि च नूतनविषयम्. इदानीं पूर्वं पक्षः इत्युक्ते किञ्चित् भिन्नरीत्या वयं स्वीकृतं. पर्वतः अपि पक्षः महानसः अपि पक्षः द्वयोः अपि वह्निः अस्ति तथापि तौ भिन्नौ इति पर्वतः महानस अपेक्षया भिन्न भिन्न भिन्ना एव, किन्तु इदानीं पक्षः इति किम् इत्युक्ते यत्र यत्र साध्यम् अस्ति तत्सर्वं पक्षः इति सामान्य पक्षस्वीकरणे सति तत्र दृष्टान्तः अन्यदृष्टान्तः तस्मिन् एकदेशः एव भवति इति अत्र वदति. तत्र केवलम् एकमेव इत्युक्ते साध्यं यत्र यत्र भवति इति न, हेतुः साध्यं द्वयमपि खलु यत्र यत्र भवति इति तादृशसामान्यपक्षः स्वीकुर्मः चेत् तस्य एकदेशः एव भवति महानसम् अपि च पर्वतः अपि. इत्युक्ते हेतुः इत्युक्ते धूमः अस्ति, वह्निः अपि अस्ति इति तादृश तत्र विश्वे केवलं साध्य इति नास्ति, केवलं साध्यम् इति नास्ति, किन्तु तत् यत्र साध्यमस्ति अपि च हेतुसाध्यो मध्ये व्याप्यव्यापकभावः अस्ति तादृशपक्षः. हा, तादृशपक्षः यत्र यत्र यत्र तत्सर्वं सङ्गृह्य एकः पक्षः इति स्वीकुर्मः चेत् तस्मिन् पर्वतः अपि कश्चन भागः महानसभागः इति आगच्छति इति इति अस्तु. तर्हि प्रायः अद्य अत्र स्थगयितुं शक्नुमः, किञ्चित् विलम्बः जातः अद्य. अपि च शुकन महोदय, भवतः किञ्चित् समयपूर्वं यत् प्रश्नः आसीत् तस्य समाधानम् एतदेव इति अहं चिन्तयामि. किञ्चित् चिन्तयतु, नो चेत् ई पत्रं वा प्रेषयतु अथवा आगामिकक्षायामपि किञ्चित् चर्चां कर्तुं शक्नुमः. अस्तु भगिनि, एतावत्पर्यन्तं यत् पठितं तत् मया अवगतं, किन्तु इतोपि तत्र समग्रचिन्तनं किञ्चित् मया आवश्यकम्. अग्रे कुर्मः. धन्यवादः भगिनि, शुभरात्रिः. धन्यवादः, शुभरात्रिः.